कैतवापः नुतिर्व्यक्तौ व्याजाद्यैर्निहनुतिः पदैः निर्यान्ति स्मरणाराटाः कान्तादृक्पातकैतवात्। अत्र एकत्रिंशत्तमे श्लोके कैतवापह्नुतिलक्षणम् उक्तम्, उदाहरणं च दत्तम्। व्यक्तौ व्याजाद्यैः पदैः निहनुतिः पदैः कैतवापह्नुतिः भवति इति। नाम कस्मिंश्चित् वस्तुनि निह्नुतिः भवति व्याजाद्यैः पदैः। यथा प्रस्तुते उदाहरणे निर्यान्ति स्मरणाराटाः, प्रसृताः भवन्ति स्मरस्य नाम कामदेवस्य नाराचाः नाम बाणाः। कथमिव कान्तादृक्पातकैतवात् नाम प्रियायाः दृक्पात नाम दृष्टिपात व्याजेन इति उदाहरणम्।